ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं प्रवर्तमानविषयः अस्ति बलाबलचिन्तनम् बलाबलविषये अस्माभिः बहु किमपि चर्चितं यथा तत्र पूर्वपरविषये अस्माभिः बहुवचने जल्लेत् अपि च सुपि च इत्यस्य उदाहरणं दृष्ट्वा तस्य अध्ययनम् अस्माभिः कृतम् अनन्तरं तत्र किमर्थम् एतत् वदामः तत्र एका पुरातनपरिभाषा अस्ति पूर्वपरनित्य अन्तरङ्ग पूर्वपरनित्य अन्तरङ्ग उत्तराणाम् उत्तरोत्तरं बलीयः वन् सेकेण्ड् लेट् अस् ऐ आल्सो फार्वर्ड् पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति पुरातनपरिभाषा अस्ति अनेन एव वयं तत्र बलाबलविषये तत्र चिन्तनं कुर्मः यद्यपि अत्र पूर्वपर इति प्रथमे उक्तम् अस्ति परन्तु यदा तत्र बलाबलचिन्तनं द्वयोः सूत्रयोः मध्ये बलाबलचिन्तनं भवति तदा अस्माभिः तत्र उत्सर्ग अपवाद विषये एव तत् आधारीकृत्य एव तत्र चिन्तनं तत्र प्रारम्भं करणीयं सो प्रथमे तत्र द्रष्टव्यं द्वयोः सूत्रमध्ये द्वयोः सूत्रयोः मध्ये तत्र उत्सर्ग अपवाद इति सम्बन्धः अस्ति चेत् अत्र अपवादसूत्रं बलवत् भवति यदि उत्सर्ग अपवादसम्बन्धः नास्ति चेत् अनन्तरं तत्र अन्तरङ्ग बहिरङ्ग इति सम्बन्धः द्रष्टव्यं तदपि नास्ति चेत् देन् नित्य अनित्य इति सम्बन्धस्य विषये चिन्तनं करणीयं यदि एतत् सर्वं तत्र न दृश्यते तदा एव पूर्वपर इत्युक्ते पूर्वपर इति विकल्पः अन्ते अस्माभिः तस्य परिशीलनं करणीयम् सो पूर्वपरविषये अस्माभिः वयं जानीमः तत्र ग्रन्थे एव दत्तमस्ति विप्रतिषेधे परं कार्यं यद्यपि अत्र परं शब्दः अस्ति तथापि तत्र व्याकरणशास्त्रे अस्य परम् इति शब्दस्य विषये अपि बहु चिन्तनम् अस्ति किमर्थं चेत् सर्वदा तत्र द्वयोः सूत्रयोः मध्ये यदा तत्र बलाबल भवति स्थूल्यबलम् अस्ति विप्रतिषेधः अस्ति तदा सर्वदा तत्र परम् इति कार्यं न भवति कुत्रचित् पूर्वमपि कार्यं भवति अतः परम् इति विषये सो दिस् डोण्ट् टेक् इट् एस् अल्टिमेट् तत्र आल्टर्नेटिव् सो पूर्वपरविषये अत्र परं शब्दस्य तत्र अर्थं पश्यामः चेत् परम् इति श्रेष्ठमपि अस्ति सो द्वयोः मध्ये यत् श्रेष्ठं सूत्रम् अस्ति यत् तदेव करणीयं सो अस्य विषये अपि तत्र बहु चर्चा अस्ति परन्तु बहुत्र तु तत्र परसूत्रेण एव कार्यं भवति इत्युक्ते तादृशरीत्या एव महर्षिणा तत्र सूत्राणि स्थापितानि अतः जनरली तत्र परसूत्रेण एव कार्यं भवति अतः तदेव अस्माभिः तत्र चिन्तनं करणीयं पूर्वपरविषये अन्ते चिन्तनं भवति आदौ चिन्तनं न भवति बिकास् अत्र लिखितमस्ति पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः अतः अपवादसूत्रं सर्वेषु सूत्रेषु अपेक्षया बलवत् अस्ति सो उत्सर्ग अपवादविषये प्रथमे एव तत्र चिन्तनं करणीयम् इदानीं वयं तत्र नित्यसूत्रस्य विषये अपि वयं दृष्टवन्तः कृताकृतप्रसङ्गः यस्य सूत्रस्य यत् कार्यं पूर्वे अपि तस्य प्रसक्तिः अस्ति परे अपि तस्य प्रसक्तिः भवति चेत् पुनः तस्य प्रसक्तिः नेक्स्ट् सोपाने भवति चेत् तदेव नित्यशास्त्रमस्ति सो नित्य अपि च अनित्यविषये नित्यशास्त्रं बलवद् भवति यद्यपि सः अनित्यशास्त्रं परे अस्ति बिकास् वी हेव् ओन्ली विप्रतिषेधे परं कार्यं सो विप्रतिषेधे इत्युक्ते उत्सर्ग अपवादविहाय अन्यत्र सर्वत्र तत्र प्रायशः तुल्यबलम् अस्ति द्वयोः सूत्रयोः मध्ये. उत्सर्ग अपवाद विहाय इत्युक्ते उत्सर्ग अपवाद विहाय तु द्वयोः कृते तत्र बलाबल विप्रतिषेधः न वर्तते, बिकास् अपवादसूत्रं तदेव अपवादसूत्रम् अस्ति. निराकाशत्वम् अपवादस्य बीजम् अपवादस्य बलम्. सो एकं सूत्रं तत्र निरावकाशः भवति, यत् सूत्रं निरावकाशः भवति तदेव भवति अपवादसूत्रं. सो उत्सर्ग अपवाद विहाय अन्यत्र सर्वत्र तत्र मे बि तत्र विप्रतिषेधः वर्तते. अतः विप्रतिषेधः वर्तते चेत् सर्वदा तत्र परं कार्यमेव श्रेष्ठं भवति, परं कार्यमेव बलवत् भवति इति न. अतः यदा तत्र अन्तरङ्ग बहिरङ्गचिन्तनं भवति, यद्यपि बहिरङ्गशास्त्रं द्वयोः मध्ये विप्रतिषेधः अस्ति, बहिरङ्गशास्त्रं परे अस्ति, तथापि बहिरङ्गशास्त्रेण तत्र कार्यं न भवति, बिकास् अन्तरङ्गशास्त्रं बलवत् अस्ति. सो अतः पर अपेक्षया अत्र लिखितं पर अपेक्षया नित्यसूत्रं बलवत् अस्ति. इत्युक्ते पर अपेक्षया इत्युक्ते यद्यपि परसूत्रम् अनित्यम् अस्ति तथापि तस्य अपेक्षा तस्य शास्त्रस्य अपेक्षया नित्यशास्त्रं बलवत् अस्ति. तथैव यदि नित्यशास्त्रं परे अस्ति, नित्यशास्त्रं परे अस्ति, अन्तरङ्गशास्त्रं पूर्वे अस्ति, द्वयोः मध्ये विप्रतिषेधः अस्ति, तथापि अन्तरङ्गशास्त्रं बलवत् भवति इति तत्र सारांशः अस्याः परिभाषायाः. सो पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः इति या परिभाषा, अनेन एव वयं तत्र बहुत्र बलाबलविषये चिन्तनं तत्र भवति व्याकरणशास्त्रे. अनन्तरं तत्र सर्वदा तत्र बलाबलविषये उदाहरणमपि तत्र स्मर्तव्यम्. सो नित्यं कृताकृतप्रसङ्गस्य यः उदाहरणम् अस्ति तदस्ति तुदति इति वृत्तान्तः, इत्युक्ते तुदादिभ्यः शः अपि च पुगन्तलघुपदस्य च. सो पुगन्तलघुपदस्य च इति शास्त्रं यद्यपि परे अस्ति तथापि तेन शास्त्रेण कार्यं न भवति. द्वयोः मध्ये तुदादिभ्यः शः पुगन्तलघुपदस्य च द्वयोः मध्ये विप्रतिषेधः अपि अस्ति, तुल्यबलः अपि अस्ति, अन्यत्र अन्यत्र लब्धावकाशः अस्ति, तथापि पुगन्तलघुपदस्य च परशास्त्रम् अस्ति, सप्तमे अध्याये तत् शास्त्रमस्ति, तथापि तेन शास्त्रेण प्रथमे कार्यं न भवति, बिकास् तत्र तुदादिभ्यः शः अपि च पुगन्तलघुपदस्य च द्वयोः मध्ये तत्र नित्यानित्यप्रसङ्गः. तुदादिभ्यः शः इति शास्त्रं नित्यशास्त्रं, पुगन्तलघुपदस्य च इति शास्त्रम् अनित्यशास्त्रम्. अतः तुदादिभ्यः शः इति सूत्रम् एव प्रथमे प्रवर्तते इति तत्र उदाहरणमस्ति नित्यानित्यविषये. अनन्तरं यदा वयम् अन्तरङ्गविषये पठितं, तत्र अन्तरङ्गविषये अन्तरङ्ग यद्यपि बहुविधम् अस्ति, अतः तत्र किञ्चित् चिन्तने क्लेशः भवति. इत्युक्ते ये भिन्नभिन्नवैयाकरणाः सन्ति तेषां मतं तत्र भिन्नं भिन्नम् अस्ति, अतः यत् सर्वेभिः स्वीक्रियते तदेव वयम् अत्र पठामः. इत्युक्ते यत् महाभाष्ये लिखितम् अस्ति तदाधारीकृत्य एव अस्माकं करपत्रे अपि चिन्तनम् अस्ति. यः परिभाषा इन्दुशेखर ग्रन्थः तस्य विचारः अपि महाभाष्य आधारीकृत्य एव भवति. अतः सः तु नागेश भट् इति नूतनवैयाकरणः, तेन किं कृतं, तेन महाभाष्य इत्युक्ते भाष्यकारस्य यत् मतम् अस्ति तदाधारीकृत्य एव तस्य चिन्तनम् अत्र तिष्ठ लिखितमस्ति, तस्य विषये एव लिखितमस्ति. अस्य विषये अस्माभिः बहु किमपि चर्चितम् अन्तरङ्गविषये. तत्र अस्माकं करपत्रे तु द्विविधम् अन्तरङ्गस्य विषये एव चिन्तनम् अस्ति. प्रथमबिन्दुः अस्ति पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्. सो यस्य शास्त्रस्य निमित्तं मया तत्र उक्तं तत्र कार्येषु किं भवति यदा कार्यं कोऽपि विधिसूत्रमस्ति तस्य कृते प्रायशः बहुत्र तु किं भवति स्थाने अस्ति निमित्तम् अस्ति देन् आदेशः अस्ति सो अन्तरङ्ग यदा तत्र अन्तरङ्ग बहिरङ्गस्य एका तत्र किम् अस्ति बहु हिण्ट् अस्ति तत्र प्रायशः द्वयोः सूत्रयोः मध्ये यदा सङ्घर्षः भवति 90% आफ् द टैम्स् तत्र स्थाने अपि च निमित्तं समानम् अस्ति तत्र तत्त्वद्वयमेव द्वयोः सूत्रयोः कृते समानं भवति इत्युक्ते स्थाने इस् ए फार् शास्त्र वन् आल्सो स्थाने ए भवति शास्त्र टु कृते अपि स्थाने ए भवति निमित्तमपि किञ्चित् समानम् अस्ति अथवा तत्र निमित्तमपि कोऽपि प्रत्ययः वा कोऽपि वर्णः वा इत्युक्ते बि इति निमित्तं सो परन्तु यदा तत्र अन्तरङ्ग द्वयोः सूत्रयोः मध्ये अन्तरङ्ग बहिरङ्गप्रसङ्गः अस्ति सर्वदा तत्र किं भवति तत्र ऐदर् निमित्तद्वयं बि वन् बि टु इति निमित्तम् अस्ति बि इति निमित्तम् ए इति स्थाने सो सर्वदा एतत् हिण्ट् अस्ति कुत्रापि न लिखितम् अस्ति इति तत्र मया एक तत्र कुत्रापि पठितम् आर् वीडियो मध्ये कुत्रापि दृष्टम् नीलेश महोदयेन तत् एतत् उक्तम् अस्ति सो इत्युक्ते तत्र तत्त्वत्रयं वर्तते ऐदर् स्था निमित्तद्वयं स्थाने एकम् एव समानं द्वयोः शास्त्रयोः कृते आर् तत्र किं भवति स्थाने द्वयम् एवन् ए टु निमित्तं समानं सो प्रायशः तत्र एतादृशः कण्डिशन् वर्तते अथवा यथा अत्र अस्ति अस्माकम् उदाहरणे शिवयोग न इति स्थिति सो शिवयोग न इति स्थिति पश्यामः चेत् तत्र कयोः शास्त्रयोः चिन्तनं भवति कस्य कस्य सूत्रस्य अत्र प्रसक्तिः कोऽपि वदतु शिवयोग न इति स्थित्यां चेतना भगिनी वदतु भगिनी शिवयोग न शिव अस्ति अतः वकारस्य लोपः वा करणीयं वा वकारस्य लोपः नकारः द्वितीय शिव् अस्ति अतः उपधायां पुगन् लघु इक् वर्णः अस्ति अतः पुगन्तलघुपदस्य च सूत्रस्यापि प्रसक्तिः अस्ति तस्य कृते निमित्तं किम् उपधायां न निमित्तम् इत्युक्ते भगिनि केन कारणेन तत्र उपधायां गुणः भवितुं शक्नोति कारणं किं निमित्तं कारणम् आर्तधातुकप्रत्ययः अस्ति न एव न एव कारणमस्ति इत्युक्ते निमित्तं न अस्ति निमित्तम् अस्ति न भगिनि आर्धधातुकप्रत्ययः न ऐ मीन् न वर्णसमूहस्य न इति प्रत्ययः प्रत्ययः इति निमित्तं भवति तत् तस्य कृते नरूपि प्रत्ययः अस्ति नरूपि प्रत्ययः अस्ति सो औट् आफ् दीस् टु सिचुवेशन् नम्बर् वन् अण्ड् नम्बर् टु विच् सिचुवेशन् अप्लैस् फार् द शिव योग न इति विषये अत्र निमित्तद्वयं वा स्थानिद्वयं स्थानिद्वयं सो अत्र टु इति सिचुवेशन् अस्ति वकारः इकारः स्थानिद्वयं निमित्तं तु एकम् द्वयोः कृते द्वयोः शास्त्रयोः कृते निमित्तं न एव भवति अनुनासिकात् प्रत्ययः अथवा आर्धधातुप्रत्ययः सो अत्र टु इति सिचुवेशन् अस्ति अस्यां स्थित्यां अतः अत्र अन्तरङ्गविषयः सो यत्र कुत्रापि कस्मिंश्चित् सोपाने तादृशस्थितिः वर्तते इत्युक्ते तत्त्वत्रयं पदार्थत्रयस्य विषये चिन्तनमस्ति एकस्य शास्त्रस्य कृते ए वन् प्लस् बि, द्वितीयशास्त्रस्य कृते ए टु प्लस् बि इति अस्ति. अतः द्वयोः कृते तत्र पदार्थत्रयं वर्तते, वकारः इकारः नकारः, एतादृशः तत्र त्रयाणां पदार्थानां तत्र चिन्तनं भवति द्वयोः सूत्रयोः मध्ये. तादृशस्थितिः यत्र यत्र वर्तते तत्र किं भवति, तत्र प्रायशः अन्तरङ्ग इति विषयः अस्ति. दिस् इस् जस्ट् अ हिण्ट् टु अण्डर्स्टाण्ड् ओ अत्र तु अन्तरङ्ग बहिरङ्ग इति विषयः इति तत्र. सो एतादृशस्थितिः बहु न्यूनेषु स्थलेषु भवति. इट् इस् वेरि रियर्लि हेपन्स् इट् बट् दीस् सिचुवेशन्स् आर् देयर्. आर् यु अण्डर्स्टाण्डिङ्ग् मै पायिण्ट्? यथा तत्र वृक्ष प्लस् व्यस् इति स्थितिः अस्ति, वृक्ष प्लस् व्यस् इति स्थितिः. तत्र तत्र कस्य कस्य सूत्रस्य प्रसक्तिः भवति? वृक्ष प्लस् व्यस् सुपि च अपि च बहुवचने जल् एत्. सुपि च इत्यस्य कृते स्थानि वर्णः कः? अकारः अन्ते, अङ्गस्य अन्ते यः अकारः, ह्रस्वकारः. सुपि च इत्यस्य कृते तत् स्थानी वर्णः. तस्य कृते निमित्तं किम्? सुप्रत्यये परि सुप्रत्ययभ्यस् सुपि च इति सूत्रस्य किं ययि भवेत्? सुपि च इति सूत्रस्य कृते ययादि सुपि परिकार्यं भवति, सुपि परिकार्यं भवति. सो व्यस् इति सुप्रत्ययः अस्ति, भकारः आदौ अस्ति, ययादि अस्ति, अतः सुपि च इति सूत्रस्य प्रसङ्गः अत्रापि वर्तते. सो व्यस् एव प्रत्ययः, तस्य कृते शास्त्रस्य निमित्तम् अस्ति. बहुवचने जल्येत् इत्यस्य कृते स्थानीवर्णः कः? अत्र अकारः एव सेम् स्थानी भवति, इज़न्ट् इट्? द्वयोः शास्त्रयोः कृते स्थानीवर्णः समानः, अकारः एव. अपि च तस्य शास्त्रस्य कृते निमित्तं किम्? जल् प्रत्याहार व्यसेव प्रत्याहार. सो अत्र अत्र पदार्थद्वयमेव तत्र वर्तते, अ प्लस् व्यस्. अत्र पदार्थत्रयस्य चिन्तनं नास्ति द्वयोः शास्त्रयोः कृते. अत्र प्रायशः अन्तरङ्ग बहिरङ्ग इति चिन्तनं न अपेक्षितम्. दिस् इस् जस्ट् अ हिण्ट्. अत्र पदार्थद्वयमेव द्वयोः शास्त्रयोः कृते, परन्तु शिवयोगन इति स्थित्यां पदार्थत्रयम् ऐदर् स्थानीद्वयं निमित्तम् एकमेव आर् स्थानी समानं भवति, परन्तु निमित्तद्वयम्. So now, coming to the first point, पूर्व उपस्थित निमित्तिकम् अन्तरङ्गम्, यस्य शास्त्रस्य निमित्तं, बिकास् अन्तरङ्गशास्त्रे अन्तरङ्गम् इति पदे तत् यद् अङ्गम् अस्ति तस्य अर्थः भवति निमित्तं, न तु कोऽपि अवयवः. सो अङ्गम् इत्युक्ते निमित्तं. सो तदाधारीकृत्य एव प्रथमबिन्दुः अस्ति, प्रथम अन्तरङ्गस्य लक्षणम् अस्ति पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्. यस्य शास्त्रस्य निमित्तं पूर्वे उपस्थितमस्ति, पूर्वे उपस्थितमस्ति इत्युक्ते स्थानी समीपे अस्ति. स्थानी इस् ए, वकारस्य वकारः नकारस्य समीपे वर्तते, इकारः किञ्चित् दूरे अस्ति, इज़न्ट् इट्? सो यस्य शास्त्रस्य निमित्तं स्थानी समीपे वर्तते तत् शास्त्रम् अन्तरङ्गं भवति. आटोमेटिक्ली वाट् वी आर् सेयिङ्ग्, यस्य शास्त्रस्य निमित्तं बहिर्भवति तद् बहिरङ्गम्. दिस् इस् डे, देन् द अदर् इस् नैट्. दिस् इस् सत्यं, देन् अदर् इस् असत्यं, सेम् वे. सो यदि वयम् अन्तरङ्गं पश्यामः, देन् आटोमेटिक्ली द अदर् अदर् सूत्रम् इस् बहिरङ्गसूत्रम्. सो पूर्व उपस्थितनिमित्तिकम् इत्युक्ते स्थानी समीपे यस्य शास्त्रस्य मे बि फार् शास्त्र वन् निमित्तम् इस् बि वन् फार् द शास्त्र टु निमित्तम् इस् बि टु सो यस्य एस् पर् दिस् लक्षणम् एस् पर् द फस्ट् लक्षणं यस्य शास्त्रस्य निमित्तं पूर्व उपस्थितम् अस्ति स्थान् इत्युक्ते प्रथमे उपस्थितम् अथवा स्थानी समीपे अस्ति तद् अन्तरङ्गशास्त्रम् यस्य शास्त्रस्य निमित्तं किञ्चित् दूरे अस्ति स्थानी दूरे अस्ति तद् भवति बहिरङ्गम् अत्र कथं चिन्तनं कुर्मः अत्र तु निमित्तं समानं न सो यस्य इत्युक्ते स्थानी वकारः नकारस्य समीपे वर्तते इकारः किञ्चित् दूरे अस्ति अतः यस्य शास्त्रस्य स्थानी व प्लस् न अस्ति तदेव अन्तरङ्गशास्त्रम् यस्य शास्त्रस्य इ प्लस् न वर्तते तत् इ प्लस् न इति स्थिति तद् बहिरङ्गशास्त्रम् इति पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् परन्तु अस्य विषये अस्माभिः तत्र इदानीं तत्र किञ्चित् वी वेण्ट् टु सम् अदर् डिस्कशन् दिस् इस् द मूल विषयः यस्य शास्त्रस्य निमित्तं पूर्वे उपस्थितम् अस्ति इत्युक्ते स्थानी समीपे अस्ति तदेव भवति अन्तरङ्गम् परन्तु इदानीं तत्र किं भवति केचन वैयाकरणाः वदन्ति उगन्तलघुपदस्य च अपि च छोः षूडननासिके च इति द्वयोः मध्ये तत्र किम् अर्थकृतनिमित्तमपि स्वीकरणीयं वा संज्ञाकृतनिमित्तमपि निमित्तरूपेण किं ग्रहणं कस्य ग्रहणं करणीयं सालिड् पदार्थस्य ग्रहणं शब्दस्य ग्रहणं करणीयं वा अर्थस्य अपि ग्रहणं करणीयं वा संज्ञायाः ग्रहणमपि करणीयं वा इति तत्र चिन्तनम् अस्ति भवति इत्युक्ते वेन् वि से अङ्गम् इस् निमित्तं देन् निमित्तरूपेण कीदृश शब्दकृतनिमित्तं स्वीकरणीयं वा अर्थकृत तस्य विषये इति अस्माकं चिन्तनं भवति तत्र संज्ञाकृतनिमित्तम् इति अस्य उदाहरणम् अस्माभिः दृष्टं यथा इको यनचि इक इति प्रत्याहार प्रत्याहार इस् अ संज्ञा शास्त्र व्याकरणशास्त्रे प्रत्याहार इति संज्ञा भवति इत्युक्ते वेन् वि से इक् तस्मिन् प्रत्याहारे कस्यचित् सालिड् पदार्थस्य इत्युक्ते अत्र संज्ञा प्लस् सङ्घी अस्ति इक् इति संज्ञा अस्ति सङ्घी वर्तते इ ऊरुलु एते सङ्घी भवन् सर्वे वर्णाः सङ्घी भवन्ति इक् संज्ञायाः कृते तथैव अच् इति संज्ञा अस्ति तस्मिन् अच् प्रत्याहारे अ इ ऊरुलु ए ऐ ओ औ एच् वर्णाः ते सङ्घी भवन्ति सो संज्ञा सङ्घी अपेक्षते वयं सङ्घी जानीमः अतः तत्र संज्ञा दत्तम् अस्ति सो तत् संज्ञाकृतनिमित्तस्य विषये अस्माभिः दृष्टम् अनन्तरं तत्र किम् अस्ति अर्थकृतनिमित्तस्य सो अर्थकृतनिमित्तस्य इत्युक्ते तत्र प्रथमे सपोज् घटः अस्ति इति वयं वदामः सो घटः अस्ति चेत् घटः इति पदार्थः तत् दृश्यते नीलघटः अस्ति इति वदामः चेत् तत् कोऽपि भिन्नपदार्थः नास्ति तस्मिन् एव किञ्चित् गुणः वर्तते किञ्चित् वर्णः अस्ति नीलरूपी वर्णः अस्ति चेत् वयं किं वदामः नीलघटः अस्ति सो नीलघटः अस्ति इति कथनेन तत् नील इति गुणः वर्तते सो तत्र किञ्चित् स्व तत्र प्रथमे पदार्थः आयाति अनन्तरं तस्य अर्थः इत्युक्ते अत्र लिखितमस्ति अस्माभिः पूर्वे पठितं विशेषणं प्रथमे तत्र विशेष्य अस्ति अनन्तरं विशेषणम् अस्ति समानरीत्या प्रथमे तत्र शब्दः अस्ति अनन्तरं तत्र अर्थः इति भवति सो अर्थः शब्दस्य विशेषणं रूपी अस्ति सो तत् अतः इत्युक्ते अधिकरणं तु समानमेव तदेव पदार्थः तस्मिन् एव गुणः तस्मिन् एव किञ्चित् वैशिष्ट्यम् अस्ति यत् विशेषणरूपेण वयं वदामः तदेव अर्थः सो प्रथमे तत्र शब्दः अस्ति अनन्तरं तस्य अर्थः सो अत्र अस्माभिः दृष्टं स्त्रियाम् इति यः पदम् अस्ति स्त्रियाम् इति किमपि गुणः वर्तते सो कस्मिंश्चित् पदार्थे स्त्रियाम् अथवा पुंसि अथवा नपुंसकलिङ्ग् इति तत्र एते सर्वे गुणाः अर्थाधारीकृत्य एव सर्वं भवति. सो तत्र त्रिचतुरो स्त्रियां तिसृ चतुस्रि इति सूत्रे तत्र केचन वैयाकरणः इति वदन्ति अत्र स्त्रियामपि निमित्तरूपेण ग्रहणं करणीयं. सो तत्र अल्पनिमित्तिकम् अन्तरङ्गम् इति अपि अन्तरङ्गशास्त्रस्य लक्षणम् अस्ति. सो यस्य शास्त्रस्य कृते निमित्तानि अल्पनिमित्तानि सन्ति तदन्तरङ्गं भवति. सो तत् तदपि अस्माभिः पठितं त्रयस्त्रयः इति सूत्रस्य कृते अल्पनिमित्तानि सन्ति एस् कम्पेर् कस्य अपेक्षया त्रिचतुरो स्त्रियां तिसृ चतुस्रि इति सूत्रस्य अपेक्षया. अतः तद् अन्तरङ्गं भवति चेत् आटोमेटिक्लि सेकेण्ड् सूत्रं बहिरङ्गं भवति. अन्तरङ्गं बलवत् अस्ति अतः स्त्रियामपि तेन एव कार्यं कुर्मः चेत् परन्तु तादृशरीत्या प्रक्रिया गच्छति चेत् चलति चेत् अनन्तरं न तिसृ चतुस्रि इति सूत्रं निरावकाशः भवति. अनन्तरं तत्र भिन्नप्रयोजनमपि दत्तं दट् स्थानिवद्भावः इति अस्ति. आदेशः स्थानिवद् भवति अतः तत्र किमपि तत्र दत्वा विचारः तत्र दत्वा एव परन्तु तेन अपि वयं तत्र न त्रिस्रो चतुस्र इति सूत्रस्य निरावकाशत्वं न अपगच्छति तत्तिष्ठति एव. बिकास् यया रीत्या तत्र त्रयस्त्रयः इति सूत्रम् अस्य कृते अल्पनिमित्तिकम् अस्ति तेन सूत्रेण एव ह्रस्वनध्यापुन्नुट् अपि च तत्र द्वयोः मध्ये नामी सूत्रस्य विषये तत्र बहु किमपि चर्चितं तत्सर्वम् अवगतं वा? तत्सर्वम् अस्माभिः चिन्तनं कृतं. सो तेन अपि तत्र वयं तत्र तस्य किमपि अनालिसिस् कृत्वा अपि तत्र न तिसृ चतुस्रि इत्यस्य यः निरवकाशत्वम् अस्ति तस्य निवारणं न भवति. सः तस्य तत् सूत्रं पुनः तस्य निरवकाशत्वं तत्र तिष्ठति अतः किञ्चित् तत्र क्लेशः वर्तते तादृशचिन्तनस्य. इत्युक्ते अर्थकृतनिमित्तमपि स्वीकुर्मः चेत् तत्र क्लेशः भवति. तेन तया रीत्या अपि न तिसृ चतुस्रि इति सूत्रं निरवकाशत्वं प्राप्नोति. अतः तत् मा भूत् कोऽपि अष्टाध्यायीग्रन्थस्य शास्त्रं निरवकाशः मा भूत् इति तत्र इत्युक्ते नियमः अस्ति. अतः किञ्चित् भिन्नरीत्या तत्र अर्थः अर्थकृतनिमित्तमपि न स्वीकरणीयम्, निमित्तरूपेण तस्य ग्रहणं न करणीयम् इति तत्र सारांशः वर्तते. इदानीं तत्र पुनः तस्य विषये एव किञ्चित् अस्ति. एतत् पठित्वा अनन्तरं शब्दकृतनिमित्तम् इत्युक्ते किम्? इत्युक्ते संज्ञाकृतनिमित्तं दृष्टम्, अर्थकृतनिमित्तं स्वीकुर्मः चेत् तेन अपि तत्र क्लेशः भवति इति तत्र इट् सी इवन् इफ् एट् वन् सिचुवेशन् वी हेव् क्लेश मे बि सम्वेर् एल्स् this will solve the problem, but even if it is not giving the solution for even for one single situation also, then also we cannot accept it. Atah ekam udaharanam api paryaptam asti tasya niradar ityukte tadrish chintanasya to discard the chintanam. एकमपि उदाहरणं पर्याप्तम् अस्ति. सो अत्र एकम् उदाहरणं दत्तमस्ति. अस्तु इदानीं 30 इदानीम् अत्र पठामः. अत्र पठतु भगिनि, अत्र स्त्री अर्थः इति उच्यते. अत्र स्त्री अर्थः इत्युच्यते, लिङ्गम् अर्थनिष्ठम् इति उच्यते. अकारान्तपुल्लिङ्गरामशब्दः इति यथा लिङ्गवत्त्वं वदामः व्यवहारे तथा वस्तुतः लिङ्गम् अर्थनिष्ठम्. स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते. विशेषयति इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठं गुणानां साक्षात् निमित्ततया न गृह्यते अपरेषु स्थले गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते गुणानां यू हेव् लेफ्ट् वन् लैन् भगिनि गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते अर्थः निमित्ततया न गृह्यते इत्युक्ते विशेष्यतया निमित्ततया न गृह्यते अपरेषु स्थलेषु प्रदर्श्यते यत् विशेषणतया निमित्ततया गृह्यते अर्थः सम्पूर्णतया परित्यक्तव्यः इति न उच्यते किन्तु निमित्तानाम् उपादाने निमित्तानां ग्रहणे विशेष्यतया गुणः न ग्राह्यः अपि च विशेष्यतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्याणि इत्थञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते आश्रयः इत्युक्ते नीलः इति घटः इत्युक्ते तत्र आश्रयं तु घटे एव वर्तते घटः घटे अस्ति नील गुणमपि घटे वर्तते आश्रयः समानः केवलं निमित्तरूपेण घटः एव स्वीकर करणीयं न तु नीलघटः नीलः इति एकं निमित्तं घटः इति अपरं निमित्तं तादृशरीत्या न बिकास् विशेषणं विशेष्य अपेक्षते विशेषणस्य आश्रयः कुत्र वर्तते इत्युक्ते तस्य आश्रयः कुत्र अस्ति घटे एव अस्ति नीलत्वं कुत्र अस्ति घटे एव अस्ति घटः एव पदार्थः सो भिन्नभिन्नरीत्या द्वयोः अत्र निमित्तद्वयम् इति न वक्तव्यं सपोज् कोऽपि वदति नीलघटः आनयतु नीलघटः आनयतु ही विल् गेट् ओन्लि दट् घट न औट् आफ् दोस् घट विच् अवर् इस् नीलघटः ही विल् गेट् दट् he is not saying to get two padarthas he is saying yat yasmin gate neelatvam asti tadanayatu so tatra ashrayah to ekam ev tatheva nimittaya ekam ev grahanam karniyam when i say when we say tatra itukte tat atra likhitam asti visheshanasya arthah to vartate ev तत् कण्डिशन् अस्ति स्त्रियाम् इति कथनेन यदा अस्माकं विवक्षा स्त्रियाम् अस्ति तदा एव न तिसृजत् इत्युक्ते तत्र कस्य तिस्त्रीशब्दस्य तिस्र आदेशः भवति चतुर्शब्दस्य चतुस्र आदेशः भवति बिकास् अस्माकं विवक्षा स्त्रियाम् अस्ति सो निमित् इत्युक्ते स्त्रियाम् इति कथनेन तत्र तस्य किञ्चित् अर्थः वर्तते परन्तु तत्र तत्र निमित्तरूपेण तस्य ग्रहणं न भवति निमित्तरूपेण तत् न स्वीकरणीयम् इति अत्र लिखितमस्ति किञ्चित् वदतु यत् अवगतम् एकमेकं वाक्यं पठित्वा दिस् इस् द सारांशः देट् वनैसे नीलघटः तत्र आश्रय नीलः इति गुणस्य आश्रयः पदार्थे एव अस्ति गुणः कुत्र अस्ति पदार्थे गुणः अस्ति सो एकमेव निमित्तं तत्र भवति न तु निमित्तद्वयं नीलः एकं निमित्तं गुणः एक भिन्नरूपेण निमित्तं भवति बिकास् वेन् वी आर् कौण्टिङ्ग् वेन् वी आर् सेयिङ्ग् अल्पनिमित्तिकम् अन्तरङ्गम् एण्ड् वी आर् सेयिङ्ग् स्त्रीत्वम् इस् वन् दिस् इस् सेकेण्ड् निमित्तं देन् तत्र क्लेशः वर्तते चिन्तने किञ्चित् तत्र क्लेशः अस्ति इति अत्र लिखितमस्ति अत्र स्त्री अर्थः इत्युच्यते इति कोऽपि पदार्थः स्त्री इति अर्थः लिङ्गम् अर्थनिष्ठम् इति उच्यते अकारान्तपुल्लिङ्ग लिङ्गम् इत्युक्ते भगिनि जेण्डर् लिङ्गम् इत्युक्ते जेण्डर् वेन् वि से जेण्डर् किञ्चित् अर्थः तत्र अस्माकं मस्तिष्के किञ्चित् अर्थस्य तत्र पुल्लिङ्ग वा स्त्रीलिङ्ग वा नपुंसकलिङ्ग इति तत्र भवति न तु कोऽपि पदार्थस्य कोऽपि वेन् ऐ टेल् यु पुस्तकं सो अस्माकं मस्तिष्के किमपि पदार्थस्य तत्र पिक्चर् आगच्छति वेन् ऐ से नीलपुस्तकं तत्र पुस्तकस्य एव तत्र विचारः आगच्छति न तु पदार्थद्वयस्य नीलः किञ्चित् पुस्तकः भिन्न सो तथैव लिङ्गमस्ति लिङ्गम् अर्थनिष्ठम् अस्ति तत्र लिङ्गस्य अर्थः भवति किमपि पदार्थः नास्ति अकारान्तपुल्लिङ्गरामशब्दः इति यथा लिङ्गवत्वं वदामः व्यवहारे तथा वस्तुतः लिङ्गम् अर्थनिष्ठम् यदा वयम् अकारान्तपुल्लिङ्गरामशब्दः इति वदामः तदा रामशब्दस्य लिङ्गं बोधयति अर्थनिष्ठम् अस्ति स्त्रीत्वं गुणः अस्ति अनेन च शब्दः विशिष्यते इफ् ऐ टेल् यु राम एण्ड् सीता एण्ड् वाट् इस् डिफ्रेन्शियेटिङ्ग् राम एण्ड् सीता द लिङ्गम् इस् डिफ्रेन्शियेटिङ्ग् राम सीता सो विशेषणस्य तदेव कार्यमस्ति विशेषणं किं करोति विशेषणं विशेष्यं विशिष्यते यत् विशिष्यते तदेव विशेषणं भवति इफ् ऐ टेल् यु द शार्ट् बाय् द शार्ट् इस् अ विशेषणं मे बि देर् आर् अदर्स् आर् वेरि लाङ्ग् इन् दिस् लेङ्ग् देयर् हैट् इस् लाङ्ग् so the shortness is differentiating that particular boy so visheshanam vishesh visheshyate yat visheshyate tad visheshanam that is visheshanam it can be number it can be any quality it can be guna padato agre विशेष्यति इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठम् विशेष्यति इत्यस्मात् यः विशेषणम् अस्ति सः स्त्रीत्वं बोधयति स्त्रीत्वम् अपि एकं विशेषणं विशेषणरूपेण कार्यं करोति लिङ्गमपि विशेषणरूपेण कार्यं करोति परन्तु लिङ्गम् अर्थनिष्ठम् अस्ति अर्थनिष्ठं स्त्रीत्वम् अर्थनिष्ठं स्त्रीत्वं किं भवति सः विशेषणरूपेण कार्यं करोति गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा इत्युक्ते गुणा इस निमित्तं these two things don't go together. Na sangachate. They don't go together. That guna is a nimittam. Guna is not nimittam. It is the padartha yasmin tad gunaha vartate tadeva nimittam asti. Guna is nimittam. Yasmin padarthe tad gunaha saha gunaha asti tad padarthaha eva nimitta iti bhavati. Guna cannot become a nimittam. इति कृत्वा क्रीत्वा विशिष्ट विशिष्टव्यक्तिः एव निमित्ततया गृह्यते. विशिष्टपदार्थः स्त्रीत्वा विशिष्टपदार्थः तत् पदार्थः एव निमित्ततया गृह्यते, न तु केवलं स्त्रीत्वम् इति निमित्त गुणः इति निमित्तरूपेण अर्थरूपी स्थित्वम् इति गुणः निमित्ततया गृह्यते. इट् इस् द पदार्थ यस्मिन् तद् गुणः वर्तते. स्त्रीत्वं यस्मिन् अस्ति तादृशविशिष्टपदार्थः एव निमित्ततया गृह्यते. अर्थः निमित्ततया न गृह्यते इत्युक्ते विशेष्यतया निमित्ततया न गृह्यते. तदेव उक्तमस्ति पुनः. अपरेषु स्थलेषु अर्थ इस् नाट् विशेष्य. अर्थ इस् विशेषणम्. अर्थ केनाट् बि विशेष्य. अतः विशेष्यतया अथवा निमित्ततया न गृह्यते. कः कः न गृह्यते? अर्थः. अर्थः तु विशेषण अस्ति न, विशेषणम् अस्ति. अर्थः विशेषणम्. अतः वी केनाट् एक्सेप्ट् इट् एस् विशेषतया तत् न गृह्यते, बिकास् विशेष्य बिकम्स् अ निमित्तम्. विशेषण डस् नाट् बिकम् अ निमित्तम्. फस्ट् ही टोल्ड् अस् देट् अर्थ इस् लैक् ए गुणा ओन्लि. वेन् वि से अर्थः, वेन् ऐ से मोबैल्, मोबैल् इस् you will get a picture of the padartha. It is itukte you have that, we have the, those old mobile, these telephones, and now we have mobiles. So when I say mobile, dayoh madhye arthbhedah vartate. But it is the thing only which comes to my mind, not the artha. Parantu tasya artha has its own significance. Visheshan has its own significance because it will separate it from other things, isn't it? Visheshanam visheshyati. It will differentiate it from others. When I say get the blue book, out of all the books you will see whichever is blue, blue book, you will get that. Arthasya tatra asti kinchit karyam asti. But you will get book only, na? You will not get something else which is blue or something like that. Tadeva vadati. Arthaha gunaha eva, visheshanam eva asti, gunarupi eva asti. Visheshya visheshyate, tena. अपरेषु स्थलेषु प्रदर्श्यते यत् विशेषणतया निमित्ततया गृह्यते. अर्थः सम्पूर्णतया परित्यक्तव्यः इति न उच्यते. किन्तु निमित्तानाम् अपवादेन निमित्तानां ग्रहणे इत्युक्ते ग्रहणे उपादाने निमित्तानाम् उपादाने निमित्तानां ग्रहणे विशेष्यतया गुणः न ग्राह्यः. देन् वी आर् कौण्टिङ्ग् द निमित्तास्. वी केनाट् कौण्ट् गुण सेपरेट्लि एण्ड् पदार्थ सेपरेट्लि. वी हेव् टु कन्सिडर् इट् एस् वन् एण्टिटि. अपादान् अण्ड् उपादान्. अपादान् कारक् इत्युक्ते टु सेपरेट्, उपादान् इत्युक्ते ग्रहणे इति, तत्र तस्य एव अर्थः अत्र लिखितमस्ति. अग्रे पठतु. अपि च विशेषतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्याणि. यः निमित्तम् अस्ति तत्तेव ग्रहणं करणीयं. पदार्थरूपेण यत् अस्ति तस्य एव ग्रहणं भवति, न तु गुणानां. इत्थञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते. तदेव विशेष्य यः अस्ति तस्य तस्य एव ग्रहणं करणीयम्. तस्मिन् ये ये ये गुणाः सन्ति, मे बि देर् आर् 3, 4, 5 गुणास्, वि डोण्ट् नो. सो वि केनाट् से देट् देर् आर् 5 निमित्तास्, 4+1 आर् 3+1 आर् 2+1. आश्रयः यत् अस्ति तदेव निमित्ततया गृह्यते. वेन्विषे अनुनासिक् प्रत्ययः, वेन्विषे जलादि प्रत्ययः, वि केनाट् से जलादि इस् 1, अनुनासिक् इस् 2, प्रत्यय इस् 3. जलादि अनुनासिक् इस् सेम्, नकारः एव, एकमेव निमित्तमस्ति. नकारः एव अनुनासिकप्रत्ययः, नकारः एव जलादिप्रत्ययः. सो सालिड् पदार्थस्य ग्रहणं करणीयं. वेन् वि से निमित्तं, वि विल् से न रूपी निमित्तम् अस्ति, तदेव अनुनास, तस्मिन् एव अनुनासिकत्वम् अस्ति, तस्मिन् एव किमस्ति जलत्वम् अपि अस्ति, सः जलादिवर्णः. आल् दीस् गुणस् आर् दियर् इन् द नकार इट् सेल्फ्. सो नकार इस् द इस् द निमित्त. बट् तत्र अर्थः वर्तते, तस्य प्राधान्यम् अस्ति, जलादि अपि च अनुनासिक्. अतः अत्र लिखितम् अर्थः सम्पूर्णतया न परित्यक्तव्य. वी डोण्ट् हाव् टु लीव् कम्प्लीट्लि द अर्थः, बिकास् इट् विल् सेपरेटेड् फ्रोम् द अदर्स् न. वेन् ऐ से अनुनासिक् प्रत्ययः, इट् विल् आटोमेटिक्लि सेपरेटेड् फ्रोम् अदर् प्रत्ययास्. I will only consider those pratyas which have anunasik letter. Sampurnataya na pratyaktavyam. Parantu nimittataya tasya grahanam na bhavati. Yasmin padarthe saha gunaha asti, tasya padarthe si grahanam nimittataya karniyam. Iti uktam asti. अग्रे पठतु भगिनि. अग्रे प्रकृतविषये स्थाने शब्दप्रसङ्गे अस्माकं विषयः अस्ति न, स्योन् शब्दः. स्यून् तर्हि अग्रे प्रकृतिविषये स्योन शब्दप्रसङ्गे कयटस्य प्राचीनानां वा मतं यत् यथा अर्थनिमित्तकत्वं भवति तथैव संज्ञानिमित्तकत्वं भवति. संज्ञा अपि एकं निमित्तम्. नागीशः नवीनाः च एतत् न स्वीकुर्वन्ति. अर्थप्रसङ्गे ते वदन्ति स्त्रीत्वं अर्थनिष्ठं भवति, स्त्रीत्वं न शब्दः. शब्दशास्त्रे शब्दस्य प्राधान्यं गुणानां प्राधान्यं न. अर्थः न आश्रीयते, शब्दः एव निमित्ततया आश्रीयते. अतः स्त्रियाम् इति कथनेऽपि तत् निमित्ततया वक्तुं न शक्यम्. एवमेव नागेशः वदति यत् संज्ञा न शब्दः, अतः संज्ञा न निमित्तम्. नागेशः नवीनाः च, नवीनवैयाकरणाः आफ्टर् नागेश् आल् द अदर् वैयाकरणास् इत्युक्ते लघुसिद्धान्तकौमुदी भट्टोजिदीक्षित् एतत् सर्वं स्वीकुर्वन्ति देट् इस् वै बहुवचने अस्ति केवलं नागेशः न स्वीकरोति नागेशाः नवीनाः च नवीनाः इत्युक्ते नागेश हू इस् नागेश नागेश इस् अ वैयाकरण नवीनाः वैयाकरणाः च एतत् न स्वीकुर्वन्ति किं वाट् इस् वट् एवर् इस् कैयट् महर्ष द वट् एवर् कैयट् इस् से दे डोण्ट् एक्सेप्ट् देट् वट् इस् कैयट् से अर्थनिमित्तकत्वम् अर्थः अपि निमित्तं भवति इति अपि च तथैव सेम् वे निमित्तं संज्ञा एकं निमित्तम् इति बट् दिस् इस् नाट् एक्सेप्टेड् बै नागेश् अण्ड् अदर् न्यू वैयाकरणस् ते वदन्ति स्त्रीत्वम् अर्थनिष्ठं भवति स्त्रीत्वं न शब्दः स्त्रीत्वम् एकः गुणः अस्ति अर्थः अस्ति शब्दः नास्ति इति तस्य किमपि अर्थः वर्तते वन्वयसे स्त्री लिङ्ग् तस्य किमपि अर्थः अस्ति परन्तु किमपि तत्र तदर्थः न वर्तते शब्दशास्त्रम् इत्युक्ते अनुवर्तनवैयाकरणे शब्दशास्त्रम् इत्युक्ते व्याकरणशास्त्रं शब्दशास्त्रं व्याकरणशास्त्रं तत्र शब्दस्य प्रधानम् अस्ति प्राधान्यं प्रधानस्य भावः प्राधान्यं प्राधान्यम् अस्ति न तु गुणस्य अर्थ न आश्रियते शब्दः एव निमित्ततया आश्रियते अतः स्त्रियाम् इति कथनेऽपि तत् निमित्ततया वक्तुं न शक्यते एवमेव नागेशः वदति यत् संज्ञा न शब्दः अतः संज्ञा अपि निमित्तं नास्ति इति इत्युक्ते वेन् वि से उपदा इस् अ संज्ञा बट् इट् इस् अ प्लेस् विच् सम् उपदा इस् नाट् उपदा डस् नाट् संज्ञा डस् नाट् इट् इस् द पदार्थ विच् इस् गिविङ्ग् द आश्रय टु दिस् उपदा अर्थः अथवा संज्ञा न आश्रीयते देर् विल् बि सम् वर्ण विच् इस् विच् विल् बि इन् द विच् विल् हेव् उपदा संज्ञा सो तदेव निमित्तरूपेण ग्रहणं करणीयं न तु उपदा इस् नाट् सम् सालिड् पदार्थः उपदा तु संज्ञा अस्ति अतः यया रीत्या तत्र अर्थस्य निमित्तरूपेण न ग्रहणं भवति तथैव संज्ञारूपेण अपि संज्ञा इति संज्ञा किम् अपेक्षते वाट् डस् संज्ञा डिसायर् इट् डिसायर्स् एन् संज्ञी वेन् ऐ से अच् अच् इस् अच् वट् डस् अच् मीन् अच् मीन् अ अथवा इ अथवा उ अथवा रु अथवा लु सो दीस् आर् संज्ञीस् संज्ञा संज्ञी अपेक्षते similarly when I say upada is not some padartha upada will desire some varna which will be in the upada place last but one place atah sangya api nimitta rupena na grihyate arthah api nimitta ru it is the shabda hai it is a padartha hai yasmin tadrish sangya asti yasmin tadrish arthah vartate tasye eva nimitta rupena grahanam bhavati के वि महोदय अग्रे पठति वा महोदय तर्हि ततः नमस्कारः पठितुमिच्छति वा महोदय ओके तर्हि ततः परं नागेशस्य मतं भाष्यकारस्य च सिद्धान्तं मनसि निधाय मनसि निधाय शब्दरूपमेव ग्राह्यम् इति निश्चीयते चेत् यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति तद् अन्तरङ्गम्। तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तत् अन्तरङ्गम्, तत् अन्तर्भूतञ्च बहुविधम्। नौ वाट् डस् इट् मीन्? ओके, तर्हि देयरफोर् देन् ततः परं नागेशस्य, आफ्टर् देट् नागेशस्य मतं, दि बिलीफ् आर् दि एक्स्पोजिशन् बै नागेश भाष्यकारस्य च सिद्धान्तं मनसि निधाय। इफ् वि कीप् दि नागेश बट् not we are nowhere in the picture. Okay, manasi nidaya bhashyakarasya siddhantam manasi nidaya. Nidaya namaste babu mode. Nidaya means establish in your man, in your mind, keep it in mind. Dritva tva iti pratyah lyabant rupam asti na mode. So after establishing the principle of भाष्यकार इत्युक्ते ही इस् अग्रीङ्ग् वित् द भाष्यकार पतञ्जलि महर्षि हूस् भाष्यकार भाष्यकार इस् पतञ्जलि महर्षि बिकास् ही सेयिङ्ग् शब्दरूपमेव ग्राह्यं निमित्तरूपेण अर्थ अपि च संज्ञा शब्दरूपमेव ग्राह्यं भवति सो कीपिङ्ग् आफ्टर् एस्टाब्लिशिङ्ग् देट् प्रिन्सिपल् कस्य सिद्धान्तः भाष्यकारस्य सिद्धान्तः इस् वाट् इस् नागेश इस् गिविङ्ग् अस् दिस् सो नागेश अण्ड् भाष्यकार आर् आन् द सेम् पाथ् नागेश इस् द न्यू वैयाकरणः बट् ही इस् हौ ही हेस् डिस्कवर्ड् दिस् प्रिन्सिपल् इस् बेस्ड् आन् द भाष्यकारस्य सिद्धान्तः भाष्यकारस्य सिद्धान्तं मनसि निधाय शब्दरूपमेव ग्राह्यम् इति निश्चीयते चेत् एक्चुलि देर् इस् अ ऐ डोण्ट् वाण्ट् टु डिस्ट्राक्ट् दिस् ओके ऐ विल् नाट् से दिस् शब्दरूपमेव ग्राह्यं सो शब्द हियर् एस् अ स्पेशल् मीनिङ्ग् as no. far as when I say shabda, what do you, what comes to your mind when I say shabda? We say word, but shabd here apparently a meaningful combination of letters is shabda. Yes, so when I say agni tatra a plus g plus na plus e, if I say na first then ga first, will it give some meaning? No, so artha it should have some meaning na, then only it is having meaning, but it is a anupurvi. We say anupurvi, so anupurvi itukte there is a krama of sequence of letters. If they are arranged in that sequence, then only it will become a shabda. I cannot jumble and put g first, na first, then e first, because it carries some meaning, so it will be in this sequence only, a plus g plus na plus e. Tadeva shabda shastra vyakaran shastra kim bhavati shabdanam nirmanam eva bhavati na. When I say bhavati, it is b plus a plus v plus a plus t plus e, that is shabda. It will have in it then so many things. It is a thing antapadam, it has ting pratyaya itin, it is derived from bhu dhatu, it has this meaning, it has that thing, but when I say shabdah, व्याकरण शास्त्रे केवल शब्दानाम् एव निर्माणं भवति. इट् इस् अ फ्याक्टरी विच् क्रियेट्स् शब्दास् विच् विल् हेव् सम् स्पेसिफिक् मीनिङ्ग् एण्ड् द गुणास् इन् देम्. एण्ड् वेन् वी आर् सेयिङ्ग् निमित्तं, निमित् इस् आल्सो सम् शब्दः. शब्द केन् बि सिङ्गल् वर्णः आल्सो. वेन् ऐ से शब् प्रत्ययः, तत्र एव तिष्ठति, बट् इट् हेज़् अ मीनिङ्ग् न. इवन् इफ् इट् इस् अ सिङ्गल् लेटर्, इट् इस् मीनिङ्ग्. शब्द इस् नाट् आल्वेस् वर्णानां समूह. इट् केन् बि अ वर्णः केरिङ्ग् सम् मीनिङ्ग् आर् वर्णानां समूह हेविङ्ग् सम् अर्थः. दट् इस् अ शब्दः. सो शब्दरूपमेव ग्रहणीयम् इति निश्चीयते चेत् यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति तद् अन्तरङ्गम्. सो द प्रैमरी कण्डिशन् इस् द कण्डिशन् इस् देट् शब्दरूपी निमित्तम् इट् मस्ट् बी. नौ टेलिङ्ग् अस् वाट् इस् अन्तरङ्गम्. देट् इस् सारि, किम् अन्तरङ्गम्? यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति अन्तर्भूतम् इत्युक्ते किं? यस्य शास्त्रस्य शब्दरूपनिमित्तं, किञ्चित् सालिड् पदार्थरूप, मे बि वन् वर्ण आर् शप् प्रत्य समूहः, अत्रापि समूहः एव अस्ति. शब्दरूपनिमित्तम् ऐदर् न आर् अ विच् अवर् आर् आर् व्यस् इति व्यस् इति निमित्तं, व्यस् इति निमित्तं, सम्पूर्ण व्यस् निमित्तं भवति. शब्दरूपनिमित्तम् अन्तर्भूतं भवति. अन्तर्भूतं भवति इत्युक्ते अन्तर् इत्युक्ते मध्ये, सत्यं, मध्ये. अन्तर् इत्युक्ते मध्ये. मध्ये वेन् वेन् हौ वाट् इस् मध्ये महोदय? means it is not first, it is not last. No, it is not first, it is not last, somewhere in between. It is madhye. When I say last, it is there. When I say last, last avsanam, it is there. Anantaram kimapi nasti, that will be the last. Similarly madhye itukte, it is not, there will be something before, there will be something after it. That is what antar. It is not exactly middle, it will be some, it will have somewhere within, before it, something after it. Yes, so that is what we are discussing. Antar tadevasti antarbhutam itukte yasya shastrasya shabdaroop nimittam. Yasya shastrasya shabdaroop nimittam middle asti. इत्युक्ते स्थानी अस्ति, निमित्तम् अस्ति, निमित्त टु अस्ति. यस्य शास्त्रस्य निमित्तम् अन्तर्भवति तदन्तरङ्गम्. पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्, तदेव उक्तमस्ति. यस्य शास्त्रस्य निमित्तम् औट्सैड् अस्ति इत्युक्ते बहिः अस्ति, अन्तर्नास्ति, अन्तर्नास्ति तद् अन्तरङ्गं न, तद् बहिरङ्गम् इति वदति. सो इट् इस् कमिङ्ग् सेम् टु देट् सिचुवेशन्. पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्, बिकास् वी हेव् अ स्थानी विच् विल् बि पूर्वे, वी हेव् सम् मोर् निमित्तं विच् विल् बि आफ्टर्वर्ड्स्. सो यस्य शास्त्रस्य निमित्तम् अन्तर्भूतं तद् अन्तरङ्गम् इति वदति. तादृश तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तत् अन्तरङ्गम्. सो इन् देट् सिचुवेशन् वेर् दि निमित्त समुदाये यस्य अन्तर्भावः भवति, निमित्त यस्य अन्तर्भावः, वेर् द निमित्त इस् इन्सैड् देट्, तद् अन्तरङ्गम्. अन्तरङ्गं शास्त्रं, कार्यं शास्त्रं, सूत्रं, वट् एवर् यु वाण्ट् से, दस्तन्तर तदन्तर्भूतं च बहुविधम्. अगेन् देट् अन्तर् देट् बीङ्ग् इन् सैड् इट् इस् लाट् आफ् टैप्स्. It is not as different, different varieties. There will be a lot of varieties. Like I said, sthani dvayam apicha nimitam ekam eva. So when you will say atra to ekam eva nimitam, atra nimita dvayam na vartate, what will be the middle nimitam, what will be the outside nimitam? Here also you have to consider the situation, the three situations. So, vakarah ikar, sthani dvayam. So, whatever is the middle, that antarang shastram. So, yasya shastra, yadhyapi dvayoho shastriyoho krutte na eva nimitam asti. Parantu smi sthani dvayam vartate, vakarah is inside, vatarah madhye asti, ataha va plus na eva antarangam bhavati. Natu yatra e plus va na bhavati. Wherever there is a cause and effect between e and na, that will be the outside. Wherever where it's va plus na, that will be the antarangam. That is why it's saying it is bahudam. It is not as simple as that, as we understand. Agri api patatu? Etad adharena upari siv yoga na iti sthitav sangyakrit nimitt gane gana निमित्तगणनेन परिशीलनं गणना इत्युक्ते कौण्टिङ्ग् निमित्तगणनेन गणनेन परिशीलनं न शक्यम्. अग्रे नागेशः वदति यत् कृत्ताकृत्प्रसङ्गी यः विधिः भवति सः नित्यः इति कृत्वा ोः शूड् अनुनासिके च नित्यशास्त्रम्, यतो हि तस्य शिवयोगन्न इति स्थितौ अपि प्रसक्तिः. पुगन्तलघुपदस्य च इदनेन गुणं कृत्वा अपि सेव योगन इति स्थितौ अपि छ्वोः शूड् अनुनासिके च इत्यस्य प्रसक्तिः. किन्तु प्रथमं छ्वोः शूड अनुनासिके च भवति चेत् तदनन्तरं पुगन्तलघुपदस्य च भवति न वा इति अग्रे द्रष्टव्यम्. सो वी आर् गोयिङ्ग् बेक् टु दि एक्साम्पल् लेट् सेव् शिव योग न आन् पेज् 5 वी आर् गोयिङ्ग् बेक् टु देट्. एतदाधारेण उपरि शिव योग न इति स्थितौ संज्ञाकृतनिमित्तगणनेन गणनेन परिशीलनं न शक्यम्. सो वी आर् दि अबव् आर्ग्युमेण्ट् वट् एवर् वी हव् डिस्कस् अबव् बेस्ड् आन् देट् वाट् वास् डिस्कस्ड् अबव् वी डिस्कस्ड् Pugant Laghu Padasticha has a lot of Nimittas. Yes. Laghu is a Sangya, Upada is a Sangya, Angam is a Sangya. So, but for Shoha Shud Anunasike, Chevalam Anunasike Pare Eva Vakarashi Uthadesha Bhavati. Ek Atra Alpa Nimittani Santi. परन्तु पुगन्तलघुपदस्य च इत्यस्य कृते बहुनिमित्तानि सन्ति, संज्ञाकृतनिमित्तानि बहूनि सन्ति, अतः अल्पनैमित्तिकम् अन्तरङ्गम् इति आधारीकृत्य लेट् अस् डिसैड् देट् छोः षोडोनन्नासिके च विल् डू द कार्य बट् वेन् वि गो देट् वे इट् वि डोण्ट् हेव् टु एक्सेप्ट् द वि डोण्ट् हेव् टु कौण्ट् संज्ञाकृतनिमित्तान् वी हेव् टु गो टु सम् अदर् वे वी हेव् टु सिलेक्ट् सम् अदर् पात् सो वाट् इस् देट् पात् सः अग्रे नागेशः वदति यत् कृताकृत् प्रसङ्गी यः विधिः भवति सः नित्य इति कृत्वा छो शूड् अनुनासिके च नित्यशास्त्रम् सो नागेश भट् सेस् कृताकृत् प्रसङ्गी नौ हौ डु यु ट्रान्स्लेट् कृताकृत् कृत अकृत कृत् अकृत् सो ऐ एम् नाट् गेटिङ्ग् द वर्ड् फार् इट् शास्त्रस्य पूर्वे अपि प्रसक्तिः अस्ति अगेन् इट् विल् वर्क् वर्क् इन् ऐदर् इन् तस्य प्रसक्तिः पुनः अपि भवति तिष्ठति एव एक्साक्ट्लि सो कृताकृत सः विधि भवति यः विधि भवति सः नित्यः इति कृत्वा छोषूड् अनुनासिके च नित्यशास्त्रं सो अकार्डिङ्ग् टु देट् देन् इफ् इट् इफ् ए सूत्र हेज् इट्स् प्रसक्ति ऐदर् वे वेदर् the other one works or does not work in I, the other one works it still has the prasakti to work there then that sutra becomes the nitya shastram and here between these two it looks like the chvoha shudananasike is nitya shastram how he is explaining yato hi tasya shiv yoga na iti sav api prasakti hi so shiv yoga na sthitau api prasakti puganta lagu padasya cha itte nena gunam krutva api if we apply puganta lagu padasya cha then we get shiv yoga na तत्र अपि छोः शूड् अनुनासिके च प्रसक्ति अस्ति बिकास् व इस् स्टिल् देयर् न नथिङ्ग् हेस् हेपन् टु व एण्ड् अनुनासिके इस् स्टिल् देयर् सो देट् इस् वै छोः शूड् अनुनासिके च इति सूत्रस्य कृते यः वकारः स्थानीयः अस्ति तत् तथैव अस्ति तस्य किमपि परिवर्तनं न अभवत् न इति अनुनासिक अनुनासिक प्रत्ययः अस्ति अतः पुनः तस्य प्रसङ्गः वर्तते देन् फर्दर् इट् सेस् दट् इफ् वी डू द रिवर्स् दट् मीन्स् वी अप्लै छो शूड् अनुनासिके फस्ट् देन् पुगन्तु लघुपदस्य हेज़् नो प्रसक्तिः न न वाट् विल् हेपन् इट् विल् अग्रे आयास्यति अग्रे द्रष्टव्यं पुगन्तु लघुपदस्य चित्रस्य कृते पुनः प्रसङ्गः वर्तते वा न वर्तते इति अग्रे पश्यामः अग्रे द्रष्टव्यं यस् इट् सेज् अग्रे द्रष्टव्यं वी विल् सी फर्दर् वी विल् सी वेदर् पुगन्तलघुपदस्य च इत्यस्य कृते पुनः प्रसङ्गः वर्तते वा न वर्तते इति तत्र अग्रे आयास्यति सो छोषूडानुनासिके इस् अ नित्यम् अकार्डिङ्ग् टु दिस् टिल् नौ इट् लुक्स् लैक् देट् छोषूडानुनासिके च इस् अ नित्यशास्त्रं बट् लेट् अस् सी रिवर्स् आल्सो maybe puganta yes. pallagupadasya cha is also nitya then what will we do so we have to check it also varo hol chetana bagni avgatam va bagni bagni agre patatu idani shoho shudanunasike cha ityanena anunasikadi pratyaye pare vakarasya sthane uta adeshah So, it becomes Sivu Yogana Iko Yanachi Puganta Lagu Padasya Cha Atyana Yoho Dvayoho Prasakti Hi. Now, when we got the Uth Adesha, ऊठ आदेशः इत्युक्ते हकारः इति संज्ञा अस्ति, केवलं दीर्घ उ एव तिष्ठति. सो इट् विल् बिकम् स्यु. इ उ इस् टुगेदर् नौ. सो नौ उगन्तलघुपदस्य च इत्यस्य प्रसङ्गः वर्तते वा इत्युक्ते, नौ वि हेव् अ न्यू सिचुवेशन्. न्यू सिचुवेशन् हेस् कम् इन् इन् फ्रण्ट् आफ् अस् नौ. देर् विल् बि इफ् ऐ टेक् ओन्लि दिस् वन्. सो अत्र शिवु योग न इति स्थित्यां कयोः सूत्रयोः प्रसङ्गः इदानीम् अस्ति? उगन्तलघुपदस्य च इति सूत्रेण अस्ति, परन्तु इको एणचि नास्ति खलु भगिनि. ऐ मीन् इट्स् नोट् अच्वर्ण. हा, ई परे अच् अस्ति न भगिनि? ओ तत्र आमामामामाम् I was looking at U pare na, E pare U, aham. U asti na pagni, C-U. Ikarasya pare asavarna achasti. Ikarasya pare asavarna achasti chet, iko yana chit asya prasangaha. So, see, what was the situation when Siv Yogana iti sthiti tatra asit, purve, tatra chvoho shudana nasi kech pugandilagu padasi cha iti sthiti. Then suppose we did the puganta lagu padasya chaitanyena karyam, it became sev yogana. Idanim kevalam shoho shud anunasike chaityasya prasangah asti, anya sutrasya prasangah na asti. Ataha tad bhavati nitya shastram. So tena sutrena vayam idanim api karyam kartum shakyate. Because now it is not competing with some other sutra. Shoho is not competing with some other sutra. It can do the karya. Kevalam tasya eva prasakti hi atra asti. But the moment we do the shoho shud anunasike, puganta na kevalam puganta lagupadasi cha ityasi prasangaha, iko yanachi ityasi api prasangaha agachati idanim. So now we have to still do the balabal between these two sutras, whether Puganta Lagupadasicha can do the karya or not. Iti idanim prashna. Kevalam Puganta Lagupadasicha ityasi prasangaha asichet, then we will say Puganta Lagupadasicha is also Nitya Shastram. Purve api tasya prasangaha asid, idanim api prasangaha vartate. But to first to decide between Ikoyanachi and Puganta Lagupadasya. Pathatu agre kinchit samaya. Atra yugapad dvayoho sutrayoho prasaktihi Ikoyanachi cha Puganta Lagupadasya cha. Ikoyanachi 6176 ityanena ikarasya sthane yakara adeshah, पुगन्तलघुपदस्य च इत्यनेन उपधागुणः नाम इकारस्य स्थाने एकारादेशः. इमे द्वे सूत्रे एकत्र प्राप्ते अपि च अन्यत्रान्यत्र लब्धावकाशे अतः तयोः तुल्यबलविरोधः. तस्मात् विप्रतिषेधे परं कार्यं 142 इत्यस्य प्रसक्त त्वात् पुगन्तलघुपदस्य च परत्वात् बलवत्. अपि च वर्णादाङ्गं बलीयः इति परिभाषया तस्य बलम्. सो बिट्वीन् इको यणचि अपि च पुगन्तलघुपदस्य च मध्ये इको यणचि क्रियते चेत् इकारस्य स्थाने यकारादेशः भवति. पुगन्तलघुपदस्य च इति सूत्रम् अप्लै करोति चेत् उपधायाम् एकारः भवति. नौ सि अत्र भगिनि सि वि हाव् सि उ प्लस् न, दिस् इस् सिचुएशन् यत् मया रैटिङ्ग् अस्ति तद् दृश्यते वा स्क्रीन् मध्ये? आमाम् आमाम्. इको एनचि इत्यस्य कृते स्थानीवर्णः कः? इकोयनचि इक्वर्णः इकारः अत्र इकारः निमित्तं किम् निमित्तम् अच् उ अच्छा पुगन्तलघुपदस्य च इत्यस्य कृते किमस्ति स्थानी कः स्थानी इकारः एव निमित्तं निमित्तं प्रत्यय न प्रत्ययः हौ मेनि एण्टिटीस् आर् इन्वाल्व्ड् वन् टु टु त्री so we cannot do balava we can't do viprateshade param karyam even though it is written mm-hmm. over here this is also mm-hmm. a situation of which what situation is there there are two stanis and one nimis na na no, one stani nimit dvayam atra padartha trayam vartate na bagni dvayoh krite 99% of the times What will solve this situation? Antarang Bahirang. Antarang Bahirang. Nothing else can solve this situation. Mm. Because Utsarga Apvadaha Api Naasti. Uganta Lagu Padasicha has a separate domain. It has a very totally different domain. Eco Yanachi has totally different domain. Mm. So Utsarga Apvadaha Asti Evana. Atrana Asti Eva. Then second is antarang bahirang so prayashah atra antarang bahirang itanyene ev vayam tatra samadhanam vayam tatra prapnumah nothing else can solve the situation here only antarang bahirang because three entities are involved so whatever we have read as per this antar kim bhavati ukarah which is that shastra समीपम् अस्ति विच् इस् देट् अन्तरङ्गम् किं सूत्रं किं इकोयनचि न इकोयनचि आमां सो इकोयनचि इस् अन्तरङ्गशास्त्रम् एस् कम्पेर्ड् टु पुगन्तलघुपदस्य च देट् विल् डु फस्ट् कार्यं सी हेव् वट् एवर् इस् रिटन् इन् द करपत्र वि विल् रीच् टु देट् सिचुवेशन् आल्सो बट् हेव् देट् क्लियरिटि इन् युवर् मैण्ड् बिकास् वट् हेव् वि रेड् यस्य शास्त्रस्य निमित्तम् अन्तर्भवति शब्दरूपनिमित्तम् अन्तर्भवति तदन्तरङ्गम् अन्तरङ्गं बलीयः सो इको एनचि इस् बलवत् इवन् दो इट् इस् अ वर्णकार्यम् एण्ड् वी हेव् अ परिभाषा वर्णादङ्गं बलीयः पुगन्तलघुपदस्य च इस् अन् अङ्गकार्यं देट् इस् वै नथिङ्ग् इस् फैनल् इन् द व्याकरणशास्त्र इफ् यु कीप् आन् होल्डिङ्ग् देट् वर्णादङ्गं बलीयः वर्णादङ्गं बलीयः then you will not get the desired roop na sadhu roopam na labhyate because iko yana chi is varna karyam puganta lagu padasya cha is anga karyam at sha is varna tangam baliyah varna varna karyasya apekshaya anga karyam balavat asti sarvatra nasti here it is different situation we will do anga karya varna karyam first We will end up doing that because that only will give the sadhu rupam. Avgatam va KV Mahadaya, avgatam va the situation over here? Yes. Whatever we have read, is that going with this thought? Antar bhavati, antar bhutam, chikta madhe asti iti kritva. One second, erase this heart. Pathatu agre. Now, whatever we have read, as per that situation, we should be land up doing Pugantilogupadasicha. Because Dayoho Tullyabala Virodaha Asti, Dayoho Shastrayoho Tullyabala Virodaha, Anyatra Anyatra Labda Avkasha Asti. Because I told you, they have different domains. इदानीम् एकत्र प्राप्तिः अस्ति इदण्टे इदानीम् एकत्र प्राप्तिः अन्यत्र अन्यत्र लब्धावकाशोः एकत्र प्राप्तिः तुल्यबलविरोधः तुल्यबलविरोधः एव विप्रतिषेधः सो विप्रतिषेधविषये किं करणीयं परं कार्यं परम् इत्युक्ते परं तु पुगन्तलभूपदस्य च अस्ति उपरं कार्यम् अपि च नाट् ओन्लि दिस् वार्णादङ्गं बलीयः वार्णात् फ्रोम् द वर्णकार्य अङ्गकार्यं बलीयः सो अङ्गकार्यम् इस् पुगन्तलघुपदस्य च वर्णकार्यम् इस् इकोयनचि सो फ्रोम् बोत् द सिचुएशन् इट् लुक्स् लैक् देट् पुगन्तलघुपदस्य च हेज़् अधिक बलम् एस् कम्पेर्ड् टु इकोयनचि बट् वी नो वट् विल् हेपन् वी हेव् द फैनल् थिङ्ग् इन् अवर् मैण्ड् किञ्चित् अस्ति अत्र अग्रे पठामः वा नेक्स्ट् कक्षा मध्ये पठामः इदानीं तु सम्यक् अभवत् एतावता हेव् यु अण्डर्स्टुड् एव्रिथिङ्ग् पठितम् अत्र स्थगामः कार्यम् So remember this, we have to start from this, huh? Shiva Yoga, oh, I keep on forgetting. Astu. Atra kopi prashna hava? Namaste. Shanti mantra patam. Om Purnamada Purnamidam Purnat Purnamudachate Purnasya Purnamadaya Purnameva Avashishyate ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादः महोदय